गतवर्गे अत्र पदान्तविषये अस्माकं या विधिः अस्ति तत्तु समाप्ता. इदानीं झलीपरे विधिः अस्ति, सा अस्माभिः द्रष्टव्या. तत्र प्रथमकार्यमस्ति, यदि किमपि अस्ति तस्मात् अनन्तरं सकारादिप्रत्यय अस्ति चेत् सकारादिप्रत्यय, तर्हि अस्माभिः दृष्टं खलु हल्सन्धिविषये यत्र मुख्यकार्यं वर्तते हल्सन्धिविषये, तत्र केवलं तकार सकार थकार धकार तकारादि थकारादि सकारादि अथवा धकारादि त थ स ध आदिप्रत्ययाः सन्ति चेदेव हल्सन्धेः प्रसक्तिः आगच्छति. अजादिप्रत्ययः अस्ति चेत् तत्र केवलं वर्णमेलनं भवति. तदनन्तरं य अस्ति चेदपि किमपि कार्यं न भवति, ल अस्ति चेदपि किमपि कार्यं न भवति, कुत्रचित् व न मध्ये किमपि कार्यं भवति, तत्र तत् अग्रे पश्यामः. परन्तु मुख्यतः त थ ध स इति एव भवति. तर्हि इदानीं सकारादिप्रत्ययपरे अस्ति चेत् किं कार्यं भवति इति वयं पश्यामः. अस्तु, तर्हि गतवर्गे एतत् विषयः एषः विषयः तु अस्माभिः आरब्धः, इतोपि अग्रे गच्छामः. तर्हि अस्माभिः किं दृष्टं, प्रथमं तु यदि नाम प्रथमा अस्ति कवर्ग चवर्ग षकार षकार, तस्मात् अनन्तरं यदि सकार अस्ति चेत् किं किं कार्यं भवति इति अस्माभिः गतवर्गे दृष्टं. तर्हि कवर्गः अस्ति चेत् किं भवति, कवर्गः योगः सकारादिप्रत्ययः. प्रथमं तु आदेशप्रत्ययोः इति अस्माभिः सूत्रं पठितम्. आदेशप्रत्ययः इति सूत्रं किं वदति, यदि आदेशप्रत्ययः इति सूत्रं वदति यदि इन् प्रत्याहारस्य वर्णः अस्ति, इन् प्रत्याहारस्य इन् कोः इति निमित्तम् अस्ति खलु, सम्पूर्णसूत्रमस्ति इन् कोः आदेशप्रत्ययोः अपदार्थस्य सह मूर्धन्यसंहितायां नुम् विसर्जनीय शर् व्यवाये अपि. तर्हि यदि इण् प्रत्याहारस्य वर्णः अस्ति, इण् प्रत्याहार इत्युक्ते किम्, इण् प्रत्याहार इत्युक्ते इ उ रिल् रि ए ऐ ओ औ हय वर ल, नाम अकारं विहाय सर्वे स्वराः अपि च यवर लः. तर्हि इण् प्रत्याहारस्य वर्णः अस्ति अपि च अथवा कवर्गस्य कोऽपि वर्णः अस्ति, तदनन्तरं सकारः भवति. कीदृशः सकारः, कोऽपि सकारः न, परन्तु तादृशः सकारः यः आदेशस्य भागः वर्तते. नाम किमपि कोऽपि आदेशः भवति तस्मिन् सकारः भवति अथवा प्रत्ययस्य भागः भवति, तादृशः सकारः अस्ति. अपि च सः सकारः अपदान्ते भवति, पदान्ते नास्ति. अपदान्तसकारः अस्ति चेत् सकारस्य स्थाने मूर्धन्यषकारः भवति इति. तदनन्तरं तत्र यत् केवलं साक्षात् इन्कोः अनन्तरं सकारः भवति, साक्षात् इन्कोः अनन्तरं सकारः भवति इति तु न, अपि तु मध्ये यदि नुम् नाम नुम् इत्युक्ते किं, नुम् इत्युक्ते अनुस्वारः भवति अथवा विसर्गः भवति अथवा शर् प्रत्याहारस्य वर्णः सन्ति. शर् इत्युक्ते किं, श श स, शर् प्रत्याहारस्य वर्णः भवति चेदपि अत्र सूत्रस्य प्रसक्तिः भवति, सकारस्थाने षकारः भवति इति. तर्हि प्रथमं तु मूर्धनषकारः भवति. तदनन्तरम् एकवारं मूर्धनषकारः भवति चेत् हरि च इति सूत्रेण प्रथमवर्णस्य स्थाने तत्र वर्गीयप्रथमवर्णः भवति. नाम कवर्गस्य वर्णः अस्ति चेत् तस्य स्थाने क इति अक्षरः भवति, क योगः श. एकवारं क योगः श भवति चेत् तस्य संयुक्त अक्षरः क्ष इति भवति. तर्हि कवर्गीयव्यञ्जनः अस्ति चेत् क स्थाने क ख घ घ अस्ति चेत् तस्य क्ष इति भवति इति एकमस्ति. इदानीम् अग्रे अस्ति इदानीम् अग्रे द्वितीयबिन्दुः अस्ति च छ झ इति, तस्य स्थाने किं भवति इति अग्रे पश्यामः. रघुपति महोदय पठतु द्वितीयबिन्दुतः आरब्ध छ झ क इति भवति चोः कुह् इति सूत्रम् अष्टमध्यस्य द्वितीयपादस्य त्रिंशत्तमं सूत्रमस्ति चवर्गस्य स्थाने कवर्गादेशो भवति झलि पदान्ते च चोः षष्ट्यन्तं कुः प्रथमान्तं द्विपदमिदं सूत्रं झलो झलि इत्यस्मात् झलि इत्यस्य अनुवृत्तिः स्कोः संयोगाद् आद्योरन्ते च इत्यस्मात् अन्ते च इत्यनयोः अनुवृत्तिः पदस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति चोः कुः झलि पदस्य अन्ते च इति अत्र चवर्गस्य स्थाने कवर्गादेशः भवति चवर्गीयव्यञ्जनस्य स्थाने कवर्गादेशः भवति निमित्तमस्ति झलि परे अथवा पदस्य अन्ते अपि पदस्य अन्ते अपि झलि इति द्वयं तर्हि पदस्य अन्ते एतस्मिन् विषये तु अस्माभिः गतपाठे पठितम् इदानीं झलि परे नाम सकारादि सकारः झलि अस्ति खलु अतः सकारादि प्रत्ययपरे अस्ति चेदपि चवर्गीयव्यञ्जनस्य स्थाने कवर्गीयव्यञ्जनः भवति अग्रे पठतु हा गते पाठे अस्य सूत्रस्य प्रयोगः अस्माभिः दृष्टः पदान्ते लङ्लकारप्रसङ्गे परन्तु झलि अपि भवति इत्युक्तं सकारः झलि अस्ति अतः अत्रापि इदं कार्यं इदं कार्यं प्रसक्तं तथा ध स एते सर्वे हल् सन्धिनिमित्तकवर्णाः झलि सन्ति अतः चोः कुः इत्यनेन सकारे परे कुत्वं विहितं चकार अस्ति चेत् चकार अस्ति चेत् ककारः भवति छ अस्ति चेत् तत्र वर्गद्वितीयः भवति ककारस्य महाप्राण ककार जकार अस्ति चेत् तृतीय झ इति चेत् कवर्गे चतुर्थ घ इति अस्ति स्थानान्तरतम् इत्यनेन भवति वा अहं तत् प्रयत्न वा अस्तु स्थानान्तरतम् इत्यनेन इदानीं स्थान तु सर्वेषां समानमस्ति अन्तरप्रयत्नं बाह्यप्रयत्नम् इति दृष्ट्वा बाह्यप्रयत्नः करणीयं अग्रे पठतु महोदय अग्रे चकारस्य प्रकारद्वयम् अस्तु सामान्यमस्ति चोः कुः इत्यनेन कुत्वं वच् योगस्यति चोः कुः इत्यनेन वक् योगस्यति अनन्तरम् आदेशप्रत्ययः इत्यनेन सकारस्य षत्वं भवति अथवा वक्षति इति भवति इति अस्ति अत्र कावर्ग इण्कोः इति अस्ति अतः आदेशप्रत्यय आदेशस्य प्रत्ययस्य सकारस्य षत्वं भवति मूर्धन्य भवति इति वक्षति इति अस्ति द्वितीयमस्ति व्रश्च दधातुः अत्र व्रश्च व्रश्च सृज मृज जय राज भ्राज चशांशः इत्यनेन षत्वम् अस्तु वा व्रच् योग सि स्कोः संयोगान्ते च इत्यनेन संयोगान् संयोगपूर्वकसकारस्य लोपः अतः वाव्रश्च आसीत् वाव्रश्च अतः सकारस्य लोपः भवति इदानीं व्रा वाव्रच् योग सि इदानीं झलि अस्ति सकारः अतः चचांशः व्रश्च व्रश्च व्रज सृज मृज जय राज भ्राज चषाम् इत्यनेन षत्वं वाव्रश्योग सि इदानीं षडोकः सि इत्यनेन सकारस्य परे षकार सकारस्य ककारादेशः अतः वाव्रक् योग सि आदेशप्रत्ययो इत्यनेन पुनः तत्र षत्वं वाव्रक्षि इति अस्ति तर्हि किम् अत्र तथा अस्माभिः पूर्वे पूर्वं पठितं चवर्गीयवर्णः अन्ते अस्ति चेत् कार्यद्वयं भवति सामान्यकार्यं तु चोः कुः तच्चवर्गस्य स्थाने कवर्गः भवति परन्तु कुत्रचित् विशिष्टस्थलेषु चवर्गस्य स्थाने चवर्णस्य स्थाने षकारः भवति कुत्र तर्हि व्रश्च धातुः अस्ति चेत् भ्रज स्रज मृज यज राज भ्राज तुक्सहितचकार अथवा षकार तस्य अनन्तरं तदीय झलि अस् झलिपरे अथवा पदान्ते अस्ति चेत् तस्य षत्वं भवति, कवर्गीयवर्णः न भवति परन्तु षत्वं भवति। तत्र झलिपदे अपि भवति, पदान्ते अपि भवति। पदान्तस्य विषये तु अस्माभिः पठितम्, इदानीं झलिविषये इदानीम् अस्मिन् पाठे अस्ति। तर्हि उदाहरणमस्ति वाव्रश्च युरुहसि। तर्हि अस्माभिः पठितं यत् वाव्रश्च युरुहसि। तर्हि अत्र वयं सर्वे जानन्ति खलु, जानीमः खलु इदानीं तु यत् षकारः यत् अस्ति तत् मूलतः सकारः भवति खलु। वाव्रश्च मध्ये यः षकारः दृश्यते तत् वस्तुतः सकारः अस्ति, तत् चवर्गस्य स्पर्शात् तस्य चुनाश्चुः इत्यनेन तस्य सकारः षत्वं भवति। परन्तु इदानीं तत्र तु यदि कोऽपि पृच्छति यत् यङ् लुगुन् धातुः कः अस्ति, तत्र तु धातुनिर्माणस्य या प्रक्रिया अस्ति, तत्र तु वाव्रश्च अस्ति, वाव्रश्च तस्य स्तोः स्थुनाचुः इत्यनेन षकारः भवति। परन्तु इदानीं प्रक्रिया भिन्ना अस्ति, इदानीं प्रक्रिया अस्ति वाव्रश्च योगः सि। तर्हि इदानीं तु क्रमेण गन्तव्यं, क्रमेण कः अस्ति वाव्रश्च योगः सि। इदानीं स्तोः संयोगाद्योरन्ते सूत्रस्यपि प्रसक्तिः भवति, अतः तत् अपि च तत् स्तोः स्थुनाचुः इत्यनेन इत्यस्मात् पूर्वसूत्रमस्ति, अतः तस्य कार्यं प्रथमं भवति। केवलं धातुनिर्माणे वाव्रश्च मध्ये सकारः यदस्ति तत्र न तु पदान्ते अस्ति अपि च अग्रे झल् वर्णः अपि नास्ति, अतः स्कोः संयोगाद्योरन्ते च सूत्रस्य प्रसक्तिः न आगत्य साक्षात् स्तोः स्थुनाश्चुः इति कार्यं कृत्वा षकारः भवति। परन्तु इदानीं प्रक्रिया अस्ति वाव्रश्च योगः सि, अत्र सकार इति वाव्रश्च मध्ये स च इति संयोगवर्णः अस्ति, तस्मात् अनन्तरं झल् प्रत्याहारस्य सकारः अस्ति, अतः स्कोः संयोगाद्योरन्ते च इति सूत्रस्यपि प्रसक्तिः भवति, अपि च स्कोः संयोगाद्योरन्ते च इति सूत्रं स्तोः शुनाश्च इत्यस्मात् पूर्वसूत्रमस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन प्रथमं स्कोः संयोगाद्योरन्ते च इति सूत्रस्य कार्यं भूत्वा यत् संयोगस्य यः सकार इति प्रथमवर्णः अस्ति तस्य लोपः भवति। तर्हि अतः तत्र वस्तुतः सकारः अस्ति इति सर्वदा मस्तिष्के भवेत्। तर्हि वाव्रश्च योगः सि अस्ति, तत्र स्कोः संयोगाद्योरन्ते च इत्यनेन झलिपरे अपि संयोगस्य आदौ यदि सकारकवर्गीयवर्णः अस्ति तस्य लोपः भवति। संयोगान्तस्य लोपः यदस्ति तत्तु केवलं पदान्तविषयः भवति, तत्र झलिपरे किमपि नास्ति। परन्तु स्कोः संयोगाद्योरन्ते च इति सूत्रं यदस्ति तत्र झलि इति शब्दस्य अपि झलो झलि इति सूत्रात् झलो झलि 8-26 अस्ति, तस्मात् सूत्रात् झलि इति शब्दस्य अपि अनुवृत्तिः भवति। अतः स्कोः संयोगाद्योरन्ते च पदस्य झलि इति सूत्रमस्ति, नाम पदान्ते भवेत् अथवा झल् परे भवेत्। यदि संयोगवर्णः भवति यस्य प्रथमवर्णः सकारः अथवा कवर्गीयवर्णः अस्ति तर्हि तस्य सकारस्य कवर्गीयवर्णस्य लोपः भवति। इत्यनेन वाव्रश्च सकारस्य लोपः भूत्वा वाव्रच् योगः सि। इदानीं व्रश्च भ्रश्च इति सूत्रेण चकारस्थाने षकारः भवति, वाव्रश् योगः सि। इदानीं नूतनसूत्रमेकं भवति षडोः कहसि। षडोः कहसि एकं सूत्रम् अग्रे वयं द्रक्ष्यामः। तत् किं सूत्रं वदति, यदि षकारः अस्ति, मूर्धन्यषकारः अपि च ढकारः अस्ति, तस्मात् अनन्तरं यदि सवर्णः अस्ति तर्हि षकारस्य अथवा ढकारस्य स्थाने ककारः भवति। तर्हि अत्र षकारस्थाने ककारः भूत्वा वाव्रक् योगः सि। तदनन्तरं पुनः आदेशप्रत्ययोः इत्यनेन वाव्रक् योगः षि, वाव्रक्षि इति भवति। तर्हि पुनः चवर्गीयव्यञ्जनः अस्ति चेत् तस्य अपि अन्ते गत्वा क्ष इति भवति, यथा कवर्गीय भवति तथैव चवर्गे अपि भवति इति निष्कर्षः आगच्छति। सर्वे अवगच्छन्ति वा? आं महोदय अवगतम् अत्र विजय महोदय अवगच्छति वा अवगच्छामि जि तत्र शकारस्य ककार आदेशः भवति शकारः डकारः अपि अस्ति खलु तत्र शकारः अथवा ढकारः अथवा अथवा अस्तु अस्तु शकारः भवेत् अथवा ढकारः भवेत् तस्मात् अनन्तरं यदि सकारः अस्ति चेत् शकारस्य अथवा ढकारस्य स्थाने ककारः भवति इति ढकारः अस्तु भवती एव अग्रे पठतु प्रश्नः उदेति अस्तु जि मलोर् महोदय बहिः गच्छति गतवती पुनः आगच्छति वा न भवान् भवतः समीपे वदतु इति सा उक्तवती ओ सा न आगच्छति वा अद्य आमाम् अस्तु भवती अस्तु प्रश्नः अत्र उदेति कथं स्कोः संयोगाद्योरन्ते च इत्यनेन शकारलोपः यदा सूत्रेण सकारलोपस्य विधानं सामान्यतया वदामः यत् वस्तुतः अत्र मूले सकारः आसीत् शुत्वसन्धिना एव शकारः जातः अस्तु तत्तु सत्यं किन्तु अधुना शकारः अस्ति किल न तु सकारः इति चेत् कथं वा स्कोः संयोगाद्योरन्ते च इत्यनेन सकारस्य लोपः स्यात् अकृतव्यूहाः पाणिनीयाः इति परिभाषया नशिष्यमानं निमित्तं न स्वीकर्तव्यम् इत्यस्मात् व्रच भ्रज सृज मृज यज राज चषां शः इत्यनेन सूत्रसन्धेहे निमित्तचकारस्य जायमानात् नाशात् स्तोः चुनाश्चुः इति सु न प्रवर्तनीयमेव अतः सकारः तिष्ठति एव वाव्रच् योगः सि स्कोः संयोगान्द्योरन्ते इति सूत्रेण वाव्रच् तत्र सकारस्य दन्त्यसकारस्य लोपः भूत्वा वाव्रच् योगः सि एव तत्र तिष्ठति तर्हि यद् मया उक्तं धातु वाव्रश्च एव भवति इदानीं वाव्रश्चधातुमध्ये सकारः भवति तर्हि अग्रे सकारस्य लोपः कथं भवति इति कथं वयं ज्ञात्वा वक्तुं शक्नुमः तर्हि अत्र एका परिभाषा अस्ति अकृतव्यूहा पाणिनीयः यत् अग्रे गत्वा यदि निमित्तस्य नाशः भविष्यति अग्रे गत्वा अग्रे प्रक्रियायाम् अग्रे गत्वा यदि कुत्रापि निमित्तस्य नाशः भविष्यति तर्हि तादृशनिमित्तं न स्वीकृतव्यम् यत् किमस्ति सकारस्य यः शकारः भवति तस्य निमित्तं किं चकारः खलु स्तोः सुनाश्चुः इत्यनेन चकारस्य स्पर्शात् सकारस्य शकारः भवति तर्हि शकारस्य निमित्तं वस्तुतः चकारः अस्ति तत्र परन्तु स्तोः सुनाश्चुः इति सूत्रात् प्राक् व्रश्च भ्रश्च सृज मृज इति कार्यं करोति यतोहि तत् पूर्वसूत्रमस्ति अतः पूर्वत्र सिद्धम् इति अधिकारे तस्य कार्यं प्रथमं भवति अतः यदि तस्य कार्यं भवति तर्हि चकारस्य शकारत्वं भवति तर्हि चकारस्य शकारत्वं यदा भवति तर्हि अग्रे गत्वा स्तोः चुनाश्चुः तस्य प्रसक्तिः एव न भवति एकवारं व्रश्च कार्यं करोति तत्र शकारः भवति शकारः भवति चेत् अग्रे स्तोःश्चुनाश्चुः चकारं न पश्यति एव नाम अग्रे स्तोःश्चुनाश्चुः इति सूत्रस्य निमित्तमस्ति चकारः तद् नष्टम् एव भवति अतः अग्रे गत्वा यदि निमित्तं नशिष्यमाणमेव अस्ति तर्हि तादृशनिमित्तं पूर्वं न स्वीकर्तव्यम् अतः सकारस्य शकारः न भवति एव सकारः एव तिष्ठति अतः वाव्रश्च एव तिष्ठति तदनन्तरं स्कोस् एव बाध्योरक्ते च इत्यनेन वावृच् योगः अस्ति. तदेव मया उक्तं प्रक्रियायां सर्वदा ज्ञातव्यं मूले किमस्ति. मूले सकारः एव भवति. प्रक्रियायाम् इदानीं मूलतः सकारः अस्ति. अग्रे क्रमेण यद् यत् सूत्रम् आगच्छति तत् सूत्रं गृहीत्वा कार्यं करणीयम्. अस्मिन् अस्यां प्रक्रियायां प्रश्च प्रश्च करोति तथा अग्रे गत्वा स्तोपोश्चुनाश्चोतस्य प्रसक्तिः एव न भवति, येन षकारस्य प्रश्नः एव न भवति. अतः संक्षेपे सर्वदा क्रमम् अनुसृत्य कार्यं करणीयं पूर्वत्र सिद्धमिति अधिकारे. यत् सूत्रं प्रथमम् आगच्छति तस्य कार्यं प्रथमं भवति, यत् सूत्रम् अनन्तरे आगच्छति तस्य कार्यम् अनन्तरं भवति. मूलतः प्रारभ्य अग्रे कार्यं करणीयं सूत्रस्य क्रमेण इति. अवगच्छन्ति वा? आम् महोदय. तत्र अकर्तव्यः पाणिनि किमर्थं महोदय? अन्यथा अपि वयं ज्ञातुं शक्नुमः खलु? इत्युक्ते स्कोसयुगादि अन्ते च इति पूर्वसूत्रमस्ति, अतः पूर्वत्र सिद्धम् इत्यनेन तत् मां पश्यति एव. तदेव अत्र लिखितमस्ति खलु? न तदेव अत्र लिखितमस्ति. तत् अग्रे उपरि लिखितमस्ति खलु, चुत्वसन्धिना शकारः जातः. परन्तु इदानीं धातुमध्ये शकारः अस्ति एव खलु? त्रिपाद्यां पूर्वसूत्रं प्रति परसूत्रम् असिद्धमेव खलु? तत्तु सत्यमस्ति. एतत् तत्र यत्र तत्र समीचीनमेव. पूर्वसूत्रं तु स्कोः संयोगाद्योरन्ते च इति अस्ति 29 मध्ये. अनन्तरं व्रच्छप्रच्छ इति 36 मध्ये अस्ति. त्रिपाद्यां सूत्रं तत्र पूर्वसूत्रं प्रति परसूत्रम् असिद्धमेव. अतः एतत् समीचीनमेव. सत्यमस्ति. तदेव मया उक्तं. परन्तु ततोपि कोऽपि वक्तुं शक्नोति, परन्तु इदानीं धातु तु वाव्रश्च इति भवति खलु. धातु कः अस्ति? वाव्रश्च. वाव्रश्च मध्ये शकारः तु भवति, तदनन्तरं सि अस्ति. इदानीं किं करणीयं? धातु तु अभवत् खलु वाव्रश्च इति कोऽपि वक्तुं शक्नोति. तस्य कृते अत्र परिभाषा आगच्छति अकृतव्यूहा पाणिनीयः. यत् वाव्रश्च धातुः अस्ति तत्र शकारस्य निमित्तं वस्तुतः चकारः भवति. यदि प्रक्रियायां तत् निमित्तम् अग्रे गत्वा नष्टं भविष्यति तर्हि तादृशनिमित्तं प्रक्रियायां न स्वीकर्तव्यम् इति परिभाषा वदति. तर्हि यद्यपि धातुमध्ये शकारः तु इदानीम् अभवत्, परन्तु अग्रे गत्वा प्रक्रियायां वाव्रश्च योगः सि इति निर्माणस्य प्रक्रियायाम् अग्रे गत्वा वाव्रश्च इति सूत्रात् यः चकारः अस्ति तद् निमित्तं गच्छति, शकारः आगच्छति. अतः तन्निमित्तं गच्छति, अतः शकारस्य निमित्तं गच्छति. स्तोश्चुनाश्चुः इति सूत्रं कार्यमेव न करोति. अतः अग्रे गत्वा तस्य निमित्तस्य नाशः भविष्यति. अतः पूर्वमेव तद् निमित्तं न स्वीकर्तव्यम्. पूर्वमेव न स्वीकर्तं चेत् इदानीं पुनः वाव्रश्च यः धातुः अभवत् तत् पुनः वाव्रश्च इति भवति इति. एतस्य विवरणार्थम् अकृतव्यूहः पाणिनीयः इति परिभाषा कृता. चेत् यद्यपि धातुः वाव्रश्च भवति अभवत्, परन्तु यदि अग्रे गत्वा नाशः भवति निमित्तस्य तर्हि प्रक्रियायां पूर्वमेव तादृशनिमित्तं न स्वीकर्तव्यम्. तादृशनिमित्तं न स्वीकर्तव्यं चेत् धातुः वाव्रश्च अस्ति चेदपि प्रक्रियायां पुनः वाव्रश्च इति भवति. वाव्रश्च भूत्वा अग्रे कार्यं कर्तव्यम् इति. अवगच्छति वा सर्वे अवगच्छति वा? आम् महोदय. कोऽपि तत्र आर्ग्युमेण्ट् करोति चेत् इदानीं शत्वम् अभवत् खलु, सकारस्य नष्टः जातः, किमपि कुतः पुनः आनेतव्यम् इति तत्र वादं करोति चेत् अकृतव्यः पाणनीय इति तत् परिभाषायाः उपयोगः करणीयं खलु. तर्हि अग्रे अस्ति स्कोः सेवकाद्योरन्ते च इति तु अस्माभिः पठितं सूत्रं. तर्हि तत्र अनुवर्तितसहितसूत्रं किमस्ति? संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च, नाम संयोगस्य प्रथमसदस्य यदि सकारः अथवा ककारः अस्ति चेत् तस्य ककारस्य तस्य प्रथमसदस्य लोपः भवति कदा पदान्ते भवति अथवा झलिपरे इति अस्ति स्कोः संयोगाद्योरतिच इति तु अस्माभिः पठितम्. अग्रे अस्ति तर्हि अत्र पश्यतु स्कोः संयोगाद्योरन्ते च इति सूत्रे निमित्तं न लिखितं, तर्हि निमित्तं कुतः आगच्छति? अनुवृत्तिवशात् आगच्छति. पदस्य इति अधिकारः अस्ति, अतः पदस्य इति अनुवृत्तिः भवति, तर्हि पदस्य अन्ते इति एकं निमित्तम्. तदनन्तरं झलो झलि इति पूर्वसूत्रात् पुनः झलि इति पदस्य निमित्तं भूत्वा अत्र अनुवृत्ति भूत्वा अत्र निमित्तं भवति. तर्हि निमित्तद्वयमस्ति झलि अथवा पदान्ते. तथैव व्रश्च भ्रश्च, व्रश्च भ्रश्च सृज मृज यज राज भाज छकारान्त. अत्र केवलं छकारान्त न, परन्तु तुक् सहितछकारान्त इति चिन्तनीयम्, अथवा शकारान्त. एते धातूनाम् अन्तिमवर्णस्य स्थाने शकारादेशः भवति. कदा? पुनः पदस्य अन्ते अथवा झलि, झलिपदान्ते. सर्वत्र पश्यतु अत्र झलिपदान्ते झलिपदान्ते झलिपदान्ते इति निमित्तमस्ति, झलि अथवा पदान्ते, झलि अथवा पदान्ते इति. अस्तु, तर्हि इदानीम् अग्रे नूतनसूत्रमस्ति षडोः कहसि. विजया महोदय पठतु षडोः कहसि. तत्र षडो ककसि इति एव वा? पठतु. शकारस्य डकारस्य च ककार आदेशः भवति सकारे परे. स्तुनास्तुः इत्यस्य अपवादः, सश्च दश्च तयोः इतरेतरद्वन्द्वः षडौ तयोः षडोः षडोः षष्ट्यन्तं कः प्रथमान्तं सि सप्तम्यन्तं त्रिपदमिदं सूत्रं, सूत्रं स्वयं सम्पूर्णं षडोः कः सि इति. तत्र शकार डकारस्य स्थाने ककारः आदेशः भवति एतत् सूत्रं वदति. कदा भवति? सकार अग्रे अस्ति चेत्. अत्र लिखितमस्ति ष्टुनाष्टुः इत्यस्य अपवादः. एतत् कथं कोऽपि वक्तुं शक्नोति वा? अपवादः कथमस्ति? तत्र शकारस्य स्थाने टकारः आगच्छति, परन्तु तत्र शकार डकारस्थाने तत्र ककारः आगच्छति. न, यदि अत्र पश्यतु शकारः अस्ति, तस्मात् अनन्तरं सकारः अस्ति, तर्हि यदि ष्टुनाष्टुः कार्यं करोति तथा कीदृशं कार्यं भवति? फलं किं भवति? शकारयोगसकारस्य फलं किं भवति ष्टुनाष्टुः यदि कार्यं करोति चेत्? अत्र शकार योग मूर्धन्यशकारः योगः दन्त्यसकारः इति स्थितिः अस्ति खलु अत्र अस्मिन् सूत्रे. तर्हि यदि इदं सूत्रं प्रबाध्य यदि ष्टुनाष्टुः कार्यं करोति तर्हि किं रूपं भवति श योगः स तस्य? श योगः शकारः इत्यत्र सकारः, सकारस्य स्थाने शकारः भवति. ष्टुनाष्टुः यदि कार्यं करोति चेत् शकारस्य स्पर्शात् सकारः अपि शकारः भवति खलु, परन्तु अत्र तादृशं कार्यं न करणीयम्. अत्र शकारस्य स्थाने ककारः भवति, सकारः तु सकारः एव तिष्ठति. अतः लिखितं सुनाष्टुः इत्यस्य अपवादः इति चिन्तनीयम्. तर्हि यदि षडोकसि इति सूत्रं प्रबाध्य यदि सुनाष्टुः एव सर्वदा कार्यं करोति तर्हि षडोः कहसि इति यत् सूत्रमस्ति तस्य निरवकाशः भवति खलु. शकारः योगः सकारः यदि सुनाष्टुः कार्यं करोति चेत् सकारस्थाने शकारः भवति. ढकारः योगः सकारः अस्ति, तस्य अपि सकारस्थाने शकारः भवति सुनाष्टुः. तर्हि सुनाष्टुः सर्वदा कार्यं करोति चेत् अस्य सूत्रस्य निरवकाशं भवति, तत्तु न भवेत्. अतः लिखितमस्ति यत् षडोः कहसि इति सूत्रं सुनाष्टुः सूत्रस्य अपवादः अस्ति. महोदय तत्र अपवादं किम्? तत्र पूर्वसूत्रम् अस्ति खलु, अतः तत्र तादृशचित्रं न भवति वा? तदपि अस्ति, अतः तदपि अस्ति अतः वस्तुतः अत्र तादृशचिन्तनस्य आवश्यकता न भवति यतोहि एनिवे अत्र षडो कः अस्ति पूर्वसूत्रमेव अस्ति तर्हि पूर्वसूत्रं कृत्वा तत्र अग्रे स्तुनाष्टुः तस्य प्रसक्तिः एव न आगच्छति परन्तु अनन्तरम् अस्ति चेत् वक्तुं शक्नुमः तत्र षडोकासि भवति इति अपवादः भवति इति सत्यम् अत्र तु तस्य चिन्तनस्य आवश्यकता एव नास्ति इति अहमपि चिन्तयामि अस्तु अग्रे इदानीमस्ति षकारस्य प्रकारद्वयं कोऽपि अन्यः अस्ति वा अत्र केवलं जनद्वयम् अस्तु तर्हि रघुपतिमहोदय रघुपतिमहोदय भवान् पुनः पठतु अग्रे आं महोदय चकारस्य श्रूयते खलु चकारस्य प्रकारद्वयं प्रथमं सामान्यं चोः शूडनासिके च इत्यनेन षत्वं तदा व्रश्च भ्रश्च सृजमुज राजभ्राज चषाम् इत्यनेन अत्र इत्यनेन षत्वं भवति यथा प्रापच् योग सि इति अस्ति इदानीम् अत्र चोः शूडनासिके च इत्यनेन जलिपर्य इति जल् अस्ति इति कृत्वा चकारस्य स्थाने षकारादेशः भवति तुक्सहितचकारस्य स्थाने वा षकारः भवति इदानीं षकारः अस्ति अतः चषांशः इत्यनेन तत्र षकारस्य स्थाने मूर्धन्यषकारः भवति व्रश्च व्रश्च चषांशः इति अन्तिमः अस्ति अतः प्रापश् योग सि इदानीं तत्र प्रापश् योग सि इदानीं षडोकः सि इत्यस्य सूत्रस्य अपि शक्तिः अस्ति अतः प्रापक् योग सि अनन्तरं प्रापक् षि इति भवति येन सूत्रेण तत्र किमस्ति एकवारं किमस्ति इन्कोः आदेशप्रत्ययो इत्यनेन प्रत्ययो इत्यनेन तत्र ककार अस्ति अतः तत्र सकारस्य षकारः भवति प्रापक्षि इति भवति अग्रे पठामि वा महोदय चोः शूडनासिके च वयं पूर्वं पठितवन्तः एतत् अङ्गकार्यमस्ति हा षष्ठमध्यायस्य चतुर्थपादस्य नवदशसूत्रमस्ति तुक्सहितचकारस्य स्थाने षकारादेश अपि च वकारस्य स्थाने ऊठ् आदेशः भवति अनुनासिकादिप्रत्यये परे क्विपरे जलादिप्रत्यये च परे च्व च व च तयोः इतरेतरद्वन्द्वः चौ इति तयोः चोः इति अत्र षकार च ऊठ् च तयोः समाहारद्वन्द्वः षूड् इति भवति अनन्तरं जलां जशवन्ति इत्यनेन टकारस्य स्थाने डकारः वयं जानीमः षूड् इति चोः षूड् षष्टन्तं षूड् प्रथमान्तम् अनुनासिके सप्तम्यन्तं च अव्ययपदम् अनेकपदविधं सूत्रम् अनुनासिकस्य क्वि जलोः मिति इत्यस्मात् क्विजलो इत्यस्य अनुवृत्तिः अतः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति चोः अङ्गस्य शूड् क्विज्जलोः अनुनासिके च इति सूत्रमस्ति वयं पूर्वं पठितवन्तः तुक्सहितचकारस्य जलिपरे अथवा अनुनासिके परे अथवा क्विप्रत्यये परे षकारादेशः भवति वकारस्य तु ऊट् आदेशः भवति इति अस्ति तर्हि श्वोः शूड् अनुनासिके च इति सूत्रमस्ति तर्हि तुक् सहितचकारः तस्य षकारः भवति कदा अग्रे अनुनासिकप्रत्ययः अनुनासिकादिप्रत्ययः क्विप्रत्ययः अथवा झलादिप्रत्ययः अस्ति चेत् अपि च वकार अस्ति तस्य ऊट् नाम दीर्घ उकारः भवति अग्रे क्वि झलादिप्रत्ययः अथवा अनुनासिकादिप्रत्ययः अस्ति चेत्। पश्यतु छोः षुड् अनुनासिके च इति सूत्रम् अष्टमाध्याये अस्ति, पूर्वत्र सिद्धे नास्ति, तस्मात् पूर्वमस्ति, अतः तस्य कार्यं प्रथमं करणीयं, तदनन्तरं पूर्वत्र सिद्धम् इति अधिकारे यानि यानि सूत्राणि सन्ति तेषां कार्याणि अग्रे भवन्ति इति। तर्हि अस्माभिः पूर्वम् एकः दोषः कृतः प्रायः। अस्माभिः पूर्वम् उक्तं यत् छोः षुडानासिके च इति सूत्रे निति च इत्यस्य अपि प्रसक्तिः अनुवृत्तिः भवति, तादृशं नास्ति प्रायः। निति च इति तस्य अनुवृत्तिः नास्ति महोदय, रघुपतिमहोदय भवानेव प्रायः पूर्वे तत्र प्रायः दृष्टवान् तत्र निति नास्ति। तर्हि पित् प्रत्ययः अस्ति चेदपि कार्यं भवति इति अस्ति, यतोहि अत्र पश्यतु खलु पाप्रच्छयोगः सि, अत्र पाप्रच्छयोगः सि मध्ये पाप्रच्छयोगः सि मध्ये सि तु पित् अस्ति खलु, तदापि तस्य कार्यं भवति, कस्य कार्यं भवति, सूत्रस्य कार्यं भवति, अतः तत् प्रायः अस्माभिः दोषः कृतः। छोः षुडानासिके च इति सूत्रे निति च तस्य अनुवृत्तिः न भवति, तर्हि प्रत्यय कित् अथवा नित् अथवा पित् कीदृशापि भवेत् तत् किमपि निमित्तं नास्ति इति। तर्हि तदस्ति चेत् किं भवति, हेलो, शकारः भवति, शकारस्य षडोकः सि इत्यनेन तत्र षत्वं भवति यतः न पाप्रच्छयोगः सि इति भवति खलु, क्षम्यतां, तर्हि इदानीं तुक्खलितसकारः अस्ति अपि च अग्रे झलादिप्रत्ययः अस्ति, तर्हि प्रथमं छोः षुडानासिके च इत्यनेन पाप्रश्योगः सि इति भवति, षकारः भवति, तदनन्तरं प्रश्च ब्रश्च इति सूत्रेण षकारस्य षकारः भवति, मूर्धन्यषकारः, पाप्रश्यो भवति, तदनन्तरं षडोः भवति इत्यनेन षकारस्य स्थाने ककारः भवति, पाप्रस्य भवति पापक्षि पाप्रक्षि इति। तर्हि अत्र प्रश्नः अस्ति, पश्यतु मम प्रश्नः अस्ति, मम आब्सर्वेशन् अस्ति, वरश्च भ्रश्च क्षिज राज छशाम् इति अस्ति खलु, दुःखसहितषकार अग्रे ष इति अस्ति, तर्हि दुःखसहितषकार अग्रे झलि इति निमित्तम् अस्ति चेत् सर्वदा छोः षुडानासिके च इति सूत्रात् तस्य षकारत्वं भवति खलु, आम् विजय महोदय मम प्रश्नः भवती अवगच्छति वा, अवगच्छामि जि, हा तर्हि झलि निमित्तमस्ति खलु सूत्रस्य, तर्हि झलि झल् प्रत्याहारस्य वर्णः अग्रे अस्ति चेत् सर्वदा छो शुषुनासिके च इति सूत्रस्य सूत्रस्य कार्यात् तुक्सहितछकारस्य स्थाने सर्वदा षकारः भवति एव, तर्हि अत्र व्रश्च भ्रश्च इति सूत्रे तुक्सहितछकारलेखनस्य किं प्रयोजनम्, सूत्रे न लिखितमस्ति चेदपि कोऽपि हानिः भवति वा, यतोहि छोषुनासिके च इत्यनेन तु झलिपरे सर्वदा षकारः भवति एव, तर्हि पुनः च छ इति लेखनस्य कि का आवश्यकता, न लिखितमपि कोऽपि हानिः भवति वा, चिन्तयतु, अत्र किञ्चित् क्लेशः एव अस्ति खलु जि, कः क्लेशः, मम प्रश्नः अस्ति अत्र यदि अस्मिन् सूत्रे व्रश्च भ्रश्च इति सूत्रे यदि तुक् सहित छकार इति अंशः सूत्रे यदि सूत्रात् वयं निष्कासयामः तर्हि कोऽपि हानिः भवति वा, रघुपतिमहोदय विजयमहोदय किं चिन्तयन्ति तत्र ब्रश्य ब्रश्य इति सूत्रेण तत्र शकारान्त चकारान्त शब्दे परे जलि परे अस्ति चेत् तत्र शकारः एव आदेशकः भवति, छोः षुडानासिके च इति सूत्रेण छोः षुडानासिके तत्र राल्लोप् तत्र राल्लोपः इति तत्र नास्ति खलु महोदय, तत्र चकारः चकार एव अतः एव भवति वा राल्लोपः कार्यं राल्लोपे तु चकार एव तस्य प्रसक्तिः नास्ति खलु तत्र तत्र यत्र यत्र राल्लोपः कार्यं करोति तत्र चोः भवति वा भवति खलु राल्लोपः तत्र सुप्सहितछकारः एव नास्ति आं नास्ति तर्हि व्रश्च ब्रश्च तस्य प्रसक्तिः एव नास्ति खलु आमां तत्र तर्हि यत्र यत्र सुप्सहितछकारः अस्ति तुक्सहित नास्ति चेत् क्षम्यतां तुक्सहित नास्ति चेत् वृष्टपुत्रस्य प्रसक्तिः नास्ति एव खलु नास्ति भवत् न भवति तर्हि मम प्रश्नः अस्ति तुक् वृष्टप्रश्च इति सूत्रे तुक्सहितचकार अंशस्य प्रयोजनं किं यदि सः अंशः सर्वदा शकारः एव भवति तर्हि अत्र सूत्रे किम् अत्र सन्धिः अस्ति महोदय तर्हि किम् अकारस्य इदानीं तत्र ह्रस्वस्य तुक् अस्ति खलु ह्रस्वस्य किमस्ति तत्र अकार तत्तु तत्तु अस्ति तुक्सहितसूत्रस्य कृते यत् ह्रस्व अस्ति चेत् तस्य तुक् आगच्छति तत्तु सत्यं तत्सर्वम् अहं न पृच्छामि अहं पृच्छामि एकवारं तुक्सहितचकारः भवति तत्र अग्रे अत्र सूत्रस्मिन् सूत्रे च छ इति लेखनस्य का आवश्यकता तर्हि पश्यतु व्रश्च भ्रश्च इति सूत्रस्य निमित्तं किम् निमित्तमस्ति जलि जलि अस्ति अपि च पद पदस्य अन्ते पदान्ते तर्हि झल् परे तु अस्तु झल् झलि परे तु चोषु नासिके च इत्यनेन षत्वं भूत्वा षत्वं भवति षकारः भवति तालव्यषकारः अत्र अतः अस्मिन् सूत्रे तुक्सहितचकारस्य आवश्यकता नास्ति परन्तु पदान्ते अस्ति चेत् यदि पदान्ते तुक्सहितचकारः अस्ति चेत् तत्र तु चोषु नासिके च कार्यं न करोति खलु आम् तत्र छोष्णासिके च आगत्य तुक्सहितशकारस्य मूर्ध तालव्यशकारः न करोति तत्र पदान्ते तुक्सहितशकारः एव तिष्ठति अतः तत्र व्रश्च भ्रश्च सूत्रम् आगत्य वदति तुक्सहितशकारः यत् पदान्ते अस्ति तस्य स्थाने अपि मूर्धन्यशकारः करोतु यदि अस्मिन् सूत्रे व्रश्च भ्रश्च इति सूत्रे तुक्सहितशकारः इति अंशः न भवति तर्हि पदान्ते यत् तुक्सहितशकारः यदि आगच्छति यथा पाप्रच् धातुः अस्ति तस्य लङ्लकार अपाप्रच् योगः तकारः हल्नाभ्यदीर्घासुतिसि प्रत्यभल् इत्यनेन तकारस्य लोपः तर्हि अपाप्रच् इदानीं किं करणीयं यदि व्रश्च भ्रश्च इति सूत्रे च छ इति अङ्गं नास्ति तर्हि अत्र पुनः किं चोः कुः इत्यनेन चकारस्य स्थाने कवर्गीयवर्णः भवति रूपं दोषपूर्णं भवति खलु अतः तस्य वस्तुतः चकारचकार इति अंशस्य प्रयोजनं पदान्ते एव पदान्ते एव दृश्यते अस्मिन् सूत्रे यतोहि झलि परे अस्ति चेत् चोष्णासके च कार्यं कृत्वा शकारः भवति परन्तु पदान्ते अस्ति चेत् चोष्णासके च कार्यं न कर्तुं शक्नोति सः इदानीं व्रश्च भ्रश्च आगत्य वदति यत् च छ पदान्ते अस्ति चेत् तस्य अपि बोधनशकारः भवति इति अवगच्छन्ति वा आं महोदय सर्वदा सर्वदा चिन्तयन्तु पाणिनेः अष्टाध्यायं सूत्र तत्र एकः एव अक्षरस्य निरवकाशं कदापि न भवति इफ् इट् इस् रिटन् इन् द सूत्र इट् हेस् टु बि यूस्फुल् सम्वेर् सो इफ् यु केनाट् सी यु कीप् आन् थिङ्किङ्ग् टिल् यु फैण्ड् दि आन्सर् देट् इस् द पायिण्ट् निरर्थकं न भवति कदापि न भवति निरर्थकं भवति चेत् सूत्रे न लिखितं पाणिनिना वेन् देर् इस् फैट् ओवर् देर् इस् अ फैट् ओवर् एव्री हाफ् अ सिलेबल् he will not write extra syllables that is the point इति. अस्तु, तर्हि सर्वे अवगच्छन्ति वा? आम् जि. आम्. तर्हि अत्र अस्ति, तर्हि तुक् सहितचकारः अस्ति चेत् वार्ता अस्ति इति अस्माभिः द्रष्टव्यम्. अस्तु, एक अपि चिन्तयतु, यदि केवलं छकारः अस्ति, नाम तुक्सहित न, केवलं छकारः, तुक्सहितचकारः न, सामान्यचकारः, तत्र व्रश्च व्रश्च इति सूत्रं कार्यं न करोति, तत्र छोष्णस्ति किमपि कार्यं न करोति, तत्र किं सूत्रं कार्यं करोति? तत्र चकारः अस्ति चेत् चोः कुः इति भवति खलु, चोः कुः सामान्य. तुक्सहितचकारः यदि नास्ति चेत् व्रश्च व्रश्च छोष्णनासिके च इति सूत्रद्वयं कार्यं न कर्तुं शक्नोति. तत्र तु सामान्य चुहकुः इति सूत्रमागत्य छकारस्य स्थाने खकारः कख खकारः इति भवति, इति सामान्यमस्ति. तर्हि सामान्य तुक्रहितछकारः अस्ति चेत् चुहकुः इत्यनेन छकारः भवति, खकारः भवति. तुक्सहितछकारः अस्ति चेत् प्रथमं तु छोष्णनासिके च इत्यनेन झलिपरे शकारः भवति, तालव्यशकारः, तदनन्तरं रश्चभ्रस्त इति सूत्रेण तालव्यशकारस्थाने मूर्धश्चकारः भवति इति अस्ति. अग्रे तृतीय चकारस्य प्रकारः अस्ति रेफपूर्वकचकारः, नाम रयोगचकारः. तस्य कीदृशी स्थितिः भवति इति अग्रे पठतु महोदय. हा महोदय, रेफपूर्वकचकारान्तधातुः ल्लोपः इति चतुर्थपादस्य एकविंशतितमं सूत्रमस्ति. चकारलोप इत्यनेन चकारलोपः राल्लोप इत्यनेन यथा मोमूर्च् योग सि इत्यनेन चकारः रेफपूर्वकचकार चकार अस्ति, अतः राल्लोप इत्यनेन जलादिप्रत्ययपरे प्रत्ययपरे चकारस्य लोपः भवति, अतः मोमूर् योग सि इदानीं मोमोर् इति अस्ति, सि इति अस्ति, उपदायम् उकारः अस्ति, मोमोर् योग सि, इदानीं मोमोर् षि भवति, षत्वं भवति, इण्कोः इण् इण् इण् अस्ति लण् पर्यन्तः रकारे पर्यन्तः षत्वं भवति, मोमोर् षि इति भवति. सूत्रमस्ति राल्लोपः रेफापरस्य चकारस्य अकारस्य च लोपः भवति क्विप्रत्ययपरे जलाधिपत्यपरे अनुनासिकश्च परे अस्ति चेत् अनुनासिकश्च परे अस्ति चेत् रात् पञ्चमितं लोपः प्रथमान्तं द्विप्रमितं सूत्रं चोः चूडनासिके च चोः इत्यस्य अनुवृत्तिः. अत्र ध्येयं यत् अनुवृत्तौ तुक्सहित चकारः इत्यपि व्याख्याने सुरागमः नापेक्षितः, अतः न स्वीकृतः. अनुनासिकस्य किञ्चलो इति अनुनासिकस्य किञ्चलो इत्यनेन अनुवृत्तिः, अतः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसूत्रमस्ति. अङ्गस्य रात् चोः लोपः अनुनासिके किञ्चलोः. अत्र रेफपूर्वकचकार अथवा रेफपूर्वकवकारः अस्ति चेत् अस्य चोः लोपः भवति, निमित्तमस्ति प्रत्ययपरे अनुनासिके अनुनासिकप्रत्ययपरे अपि जलिप्रत्ययपरे जलादिप्रत्ययपरे इति अस्ति. तर्हि चोः शृणासिके च अपि च राल्लोपः इति समानसूत्रद्वयम् अस्ति, यतोहि छोष्णनासिके च इति 6419 अस्ति, राल्लोपः इति 6421 अस्ति खलु. तर्हि तत्र उभयोः मध्ये तत्र सामान्यमस्ति. छोष्णनासिके च इति वदति तुक्सहितचकारस्य अथवा वकारस्य स्थाने क्रमेण षकारः अथवा उ भवति झलादि अनुनासिकादि अथवा क्वी प्रत्यय इति अस्ति. परन्तु अग्रे राल्लोपः आगत्य वदति यदि एतादृशं छकारः अथवा वकारः रेफात् परे आगच्छति, रा इति अस्ति खलु, तर्हि एतादृशछकार नाम चोष्णवाक्ये च सूत्रे छकारः अस्ति वकारः अस्ति, तत् छकारः अथवा वकारः यदि रेफात् परे आगच्छति तर्हि तत्र छकारस्य स्थाने षकारः अथवा वकारस्य स्थाने ऊट् इति न भवति, परन्तु तयोः लोपः भवति। तर्हि सामान्यतया तुक्सहितछकारः अथवा वकारस्य स्थाने अग्रे यदि निमित्तमस्ति झलादिप्रत्यय, नासिकाप्रत्यय अथवा क्वि, तर्हि छकारस्वकारस्य स्थाने षकारः भवति, वकारस्थाने ऊट् भवति। परन्तु यदि र योगः छकारः अथवा र योगः वकारः, तस्य अग्रे तस्मात् अग्रे यदि तु अनुनासिकादिप्रत्यय क्वि अथवा चरादिप्रत्यय अस्ति चेत् तत्र शूट् इति न भवति, परन्तु तत्र तु लोपः भवति इति अस्ति। अपि च राल्लोपः इति सूत्रे यद्यपि छोषुनासिके च इति सूत्रात् तुक्सहितछकार इति तस्य अनुवृत्तिः भवति, परन्तु तत्र यद्यपि अनुवृत्तिमध्ये च छ इति लिखितमस्ति, परन्तु तस्य व्याख्याने तस्य अपेक्षा नास्ति। अतः तत्र केवल अनुवृत्ति कृते च छ इति अस्ति, परन्तु सूत्रस्य अर्थे र अनन्तरं छकारः अस्ति चेदेव कार्यं भवति, र अनन्तरं तुक् सहितछकारः भवेत् इति किमपि नास्ति। नाम अनुवृत्ति खलु साक्षात् तस्मादिति उत्तरस्थितेन साक्षात् परं भवेत् एव, अन्यथा चुक्सहितचकारस्य रकारस्य मध्ये व्यवधानं भवति, अतः कार्यं न कर्तुं शक्यते न खलु वक्तुं शक्नोति खलु रेप अनन्तरं साक्षात् तुक्सहितचकार भवेत्, तादृशात् तुक्सहितचकार भवेत् तथा नास्ति। यद्यपि अनुवृत्तिमध्ये चर्च इति लिखितमस्ति, परन्तु तत्र व्याख्याने चकारस्य तुक् तत्र च यत् अस्ति तस्य किमपि प्रयोजनं नास्ति। तत् अतः भ्रमः न भवेत् यत् ओ रेफात् अनन्तरं तुक् सहित छकारः एव भवति चेत् कार्यं भवति सूत्रस्य, न रेफानन्तरं सामान्यछकारः अथवा वकारः अस्ति चेत् लोपो भवति इति। तं मोमूर्च् मध्ये योगः सी मध्ये रेफादनन्तरं छकारः अस्ति, तर्हि राल्लोपः इत्यनेन झलादिप्रत्यये परे अस्ति चेत् मोमूर्योगः अस्ति, पुगन्तुगस्य च इत्यनेन छकारस्य लोपः भूत्वा मोमूर्योगः अस्ति। इदानीं सिप् अस्ति पप्पित् अस्ति खलु, अतः पुगन्तुगस्य इत्यनेन गुणकार्य मोमोर्योगः अस्ति, मोमोर्षि इति भवति। तर्हि सर्वदा सामान्यछकारः योगः झलादिप्रत्यये अस्ति चेत् चोहकुः इत्यनेन छकारस्य स्थाने खकार, तुक्सहितछकारयोगः झलादिप्रत्ययः अस्ति चेत् प्रथमं तु छोषुणासिके च इत्यनेन षकारः, तदनन्तरं व्रश्च व्रश्च इत्यनेन मूर्धनषकारः। रेफपरे छकारः इति स्थितिः अस्ति चेत् राल्लोपः इति सूत्रेण छकारस्य लोपः, तदनन्तरम् अग्रेयकार्यमस्ति इति। छकारस्य प्रकारत्रयम् अस्ति झलीपरे यदि स्थितिः अस्ति चेत्, प्रकारत्रयमस्ति, सूत्रत्रयमस्ति, तदा मस्तिष्के भवेत् इति। तर्हि अत्र अहं चिन्तयामि, अहं वै डु ऐ कीप् आन् थिङ्किङ्ग् यत् छोषुणासिके च तत्र तस्य निति च इति प्रसक्तिः भवति वा, अहं कुत्रापि मया पठितम्, एकनिमिषः अत्र छोः आम् तदेव अहं चिन्तयामि, अष्टाध्यायी डाट् काम् अस्ति खलु, तत्र यत् छोषुणासिके च सूत्रमस्ति तस्य कृते लिखितमस्ति अनुनासिक आदौ अथवा झलादौ इति नितिप्रत्यये परे तथा क्वि प्रत्यये परे अङ्गस्य तुक्तिपचकारस्थाने षकारः भवति, वकारस्थाने ऊढ् भवति। आम् सत्यम्। अत्र अष्टाध्यायी डाट् काम् मध्ये तु इति निति तस्य अपि अनुवृत्तिः लिखिति अहं किमर्थं चिन्तयामि, मया अपि पूर्वं कुत्रापि पठितं यत् छोषुणासिके च तत्र निति च इति तस्य अनुवृत्तिः भवति, तत् सत्यमस्ति खलु, अनुवृत्तिः भवति, अनुवृत्तिः भवति चेत् न भवति खलु तत्र कार्यं न भवति न भवति राल्लोपः राल्लोपः मध्ये अपि निश्चितसूत्रस्य प्रसक्तिः भवति अहं प्रायः तथैव अहं चिन्तयामि उभयत्र छोष्णसिके च अपि च राल्लोपः इति तत्र निति इति निति प्रत्ययः अस्ति चेदेव कार्यं भवति तर्हि पिट् प्रत्ययः अस्ति चेत् कार्यं न भवति ते तथा अस्ति चेत् अत्र दोषः अस्ति खलु तथा अस्ति चेत् यत् अत्र लिखितमस्ति लिखितमस्ति पाप्रच्छोभसि खलु तर्हि पाप्रच्छोभसि यदत्र लिखितमस्ति तत्र छोष्णसिके च कार्यं कर्तुं न शक्नोति यतोहि सि तु फिट् अस्ति खलु तर्हि अतः अतः तत्र छोष्णसिके कार्यं न करोति अतः व्रश्च व्रश्च इति सूत्रेण च छ इति सूत्रे लिखितमस्ति खलु अतः बिन्दुः अस्ति महोदय तत्र किमर्थम् अस्मिन् सूत्रे इति नैव करणीया इति कश्चन गौणपक्षस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थापितः अस्ति इति दत्तमस्ति किं किं मया न श्रुतं किं पश्यत् तत्र सूत्ररचनविशेषः अत्र तृतीयबिन्दुः अस्ति महोदय तत्र कुत्र अष्टादय.com मध्ये वदतु भवान् वदतु किं लिखितम् अस्मिन् सूत्रे निति इति पदस्य अनुवृत्तिः नैव करणीया इति कश्चन गौणपक्षः अस्य सूत्रस्य महाभाष्यव्याख्याने उपस्थापितः अस्ति अस्मिन् पक्षे सर्वेषु जलाधिपत्येषु तुक्सहितचकार इत्यस्य षकारः आदेशः भवति इति अर्थे कृते अग्रे व्रश्च व्रश्च सृजाजं राजचटां शः इत्यत्र तुक्सहितचकारस्य ग्रहणम् अनावश्यकं भवति तथा अस्माकं प्रश्नः अस्ति खलु यत् यदि छोष्णसिके च जलादिप्रत्यये परे यदि सर्वदा कार्यं करोति तर्हि सूत्रे च छ इति किमर्थं लिखितं खलु उक्तं यत् पदान्ते अस्ति अतः तस्य आवश्यकता अस्ति परन्तु यथा इदानीं रघुपतिमहोदयेन उक्तं तथैव नास्ति झलादिप्रत्यये परे अस्ति चेदपि तस्य आवश्यकता भवति कि कुत्र भवति यदि पित् प्रत्ययः अस्ति सकारादिपित् प्रत्ययः यथा सि अस्ति अथवा लं लकारस्य स तर्हि तत्र तत्र कितिनिति तस्य शोष्णसिके च इत्येव तस्य कार्यं न भवति खलु अतः तत्र प्रश्च इति सूत्रेण एव तत्र कार्यं कृत्वा अग्रे चकार चकारस्थाने चकारः भवति इति एव भवान् वदति खलु रघुपति न तत्र ब्राजचषाम् इत्यत्र चकारः अस्ति खलु अतः किमर्थं तत्र चकारः अस्ति तत्र केन दत्तमस्ति तत्र न ब्राजचषा इति तत्र चकार सतुक् चकारः अस्ति खलु ग्रहणम् आवश्यकं भवति इति निर्णयः सिद्ध्यति इति तर्हि तर्हि चोष्णसिके च तत्र कृति च इति तस्य अनुवृत्तिः भवति न वा तर्हि पक्षद्वयम् अस्ति वा इति तर्हि केचन व्याकरणाः चिन्तयति भवति केचन व्याकरणाः वदन्ति न भवति इति वा आम् अत्र अपि च अस्मिन् पक्षे दिवभूति इत्यस्य विद्यमानस्य तकारस्य प्रयोजनं तपरकरणमस्ति इति स्वीक्रियते अस्मिन् विषये अधिकं दातुं जिज्ञासवकाशिकां भाष्याम् अपश्येयु इति दत्तमस्ति न तुक्सहितसकारस्य विषये तु किमपि क्लेशः नास्ति मम प्रश्नः अस्ति छोष्णसिके च तत्र इति च इति तस्य अनुवृत्तिः भवति न इति अस्माकं प्रश्नः अस्ति खलु आमामाम् आम् तावदेव अस्ति तर्हि किं किं किं चिन्ति तत्र जनाः किं वदन्ति एकनिमिषम् सिद्धान्तकौमुद्यां अस्ति सर्वत्र बालमनोरमयं निति अस्ति वा? हा निति अस्ति महोदय. तर्हि तदेव अहं चिन्तयामि निति भवेत् खलु. पश्यतु विजया महोदय, भवान् अवगच्छति खलु इदानीं किं प्रश्नः किमस्ति, कः अस्ति प्रश्नः अस्ति, चोषुनासिके च अपि च राल्लोपः इति सूत्रयोः अनुनासिकादि छलादिक्री इति निमित्तमस्ति. निति च इति अपि भवेत्, प्रत्ययः किं तत्सन्निहित भवति वा इति प्रश्नः अस्ति. तर्हि चिन्तयतु, यदि इत् अथवा नित् इति नास्ति, कोऽपि छलादिप्रत्ययः अस्ति चेत् सूत्रं कार्यं करोति. तत्र एकं एकः क्लेशः भवति. कः क्लेशः? अस्तु, धातुः अस्ति पाप्रच् इति अस्ति खलु, पाप्रच्. आम्, तर्हि पाप्रच् इदानीं प्राप्रच् लङ्लकार लङ्लकार इति रूपं द्रष्टव्यं. अपाप्रच् योगः लङ्लकार प्रथमपुरुष एकवचनं. तर्हि अपाप्रच् योगः त, इदानीं त इति पित् प्रत्ययः अस्ति खलु. यदि शुश्रूषास्तिके च इति सूत्रं पित् प्रत्ययस्य कृते अपि कार्यं करोति, तर्हि तस्य अत्रापि कार्यं भवति अपाप्रच् योगः त मध्ये. आम्, तर्हि चकारचकारस्य स्थाने शत्वं भवति अपाप्रच् योगः त. इदानीम् अग्रे हल्न्यात्मदीर्घात् इति सूत्रेण तकारस्य लोपः भूत्वा अपाप्रश् भवति. तदा रश्चवृश्च इत्यनेन चकारस्य स्थाने षकारः भवति. तर्हि पदान्ते अस्ति, पदान्ते षकारः अस्ति व्रश्चवृश्च इत्यनेन तस्य षकारत्वं भवति. अत्र अपि तुक्सहितचकार इति सूत्रे यत् तुक्सहितचकारस्य विषये लिखितमस्ति व्रश्चवृश्च, तस्य किमपि निमित्तं न भवति, कार्यं न भवति, यतोहि पूर्वमेव तालव्यचकारः भवति घोषणासिके प्रत्ययेन खलु. अपि च पाप्रच् योगः, तर्हि पदान्तस्य विषये पदान्ते अस्माभिः दृष्टं पदान्ते च छ इति तस्य न भवति एव, यतोहि श इति आगत्य व्रश्च भ्रश्च इति सूत्रे तुक्सहितचकारस्य यत् अंशः अस्ति तस्य कार्यं न भवति इति अस्माभिः दृष्टम्. अग्रे पुनः यदि इदानीं झलादिप्रत्ययपदे अस्ति चेत् यथा पाप्रच्छोभसि, अत्र अपि तुक्सहितचकारस्य कार्यं न भवति, यतोहि छोष्णासिके च इत्यनेन प्रथमं तु तालव्यषकारः भवति, तदनन्तरं व्रश्चभ्रश्च इत्यनेन यत् षकारः इति भागः अस्ति तेन षकारः भवति. परन्तु पुनः तुक्सहितचकारस्य व्रश्चभ्रश्च इति सूत्रे तुक्सहितचकार यत् अंशः अस्ति तद् निरवकाशः भवति. तर्हि एतत् सर्वं न भवेत् तस्य कृते अहं प्रायः चिन्तयामि यत् छोषुनासिके च राल्लोपः इति सूत्रे सूत्रयोः किति निति इति तस्य अनुवृत्तिः भवेत्. अनुवृत्तिः भवति चेत् अपाप्रच् योगः त एतस्मिन् स्थित्यां त इति पित् प्रत्ययः अस्ति, किञ्चित् नास्ति, अतः छोषुनासिके च कार्यं न करोति. कार्यं न करोति चेत् किं भवति? व्रच्छ व्रच्छ इति एव कार्यं कृत्वा पदान्ते तुक्सहितचकारस्य स्थाने मूर्धनचकारः भवति. अपि च पाप्रच् योगस्ति मध्ये अपि पुनः सि इति पित् अस्ति, अतः अत्र अपि पोषणस्य च कार्यं न करोति. अतः अत्र अपि साक्षात् व्रच्छ व्रच्छ इति सूत्रेण इदानीं झलादि झलिपरे तुक्सहितचकारः नास्ति चेत् सर्वदा छोषुनासिके च आगत्य तुक्सहितचकारस्य स्थाने सर्वदा चकारः करोति खलु. नास्ति चेत् वृश्च मध्ये तुक्सहितचकार इति अंशस्य कः अवकाशः, कुत्र अवकाशः? प्रायः न भवति इति चिन्तयित्वा अहं चिन्तयामि यत् राल्लोपः न वा? आं महोदय, समीचीनमेव. परन्तु परन्तु राल्लोपः मध्ये अपि भवेत् वा? राल्लोपः अपि भवेत् इति तथा अस्ति चेत् रेफः एव प्रधानम्. अत्र रेफः प्रधानं, परन्तु अग्रे कीटनित् भवेत् वा अहं किमर्थं पृच्छामि राल्लोकः मध्ये अपि यदि किटि च इति सूत्रस्य प्रसक्तिः भवेत् तर्हि अमोमूर्च् योगपत्रकारः अस्माभिः गत प्रथम नाम गत गतपाठे अस्माभिः पठितम् अमोमूर्च् योगपत्रकारः तत्र राल्लोकस्य कार्यं न भवति खलु तदनन्तरम् इति भवेत् चेत् राल्लोकस्य कार्यं न तत्र कितिनित् अस्ति चेत् तस्य कार्यं न भवति चेत् अमोमूर्च् योगः तकारः एव तिष्ठति तदनन्तरं चकारस्य लोपः न भवितुं शक्नोति यतोहि तकारः अपि अस्ति खलु कित्तित् नास्ति तथा अस्ति चेत् सम्यक् रूपं न भवति सिद्धान्तकौमुद्यां नास्ति न जाने किमर्थं निति दत्तमस्ति सिद्धान्तकौमुद्यं नास्ति पश्चात् कौ जलादि अनासिकादौ चपते इति अस्ति तर्हि आहत्य अस्य निष्कर्षः एतादृशः वा यत् छोः सुनासिके च इति सूत्रे निति च प्रसक्ति अनुवृत्तिः भवति परन्तु राल्लोपसूत्रे अनुवृत्तिः न भवति इति वा आं तादृश अस्ति परन्तु काशिकायां न जानामि महोदय काशिकायां निति च इति अस्ति निति च अस्ति चेत् सम्यक् रूपं न भवति खलु न भवति सम्यक् न भवति सिद्धान्तकौमुद्यां नास्ति सिद्धान्तकौमुद्यं किमर्थं भवति तत्र तर्हि सिद्धान्तकौमुदी किं वदति छोषणास्तिके मध्ये अस्ति प्राल्लोपे नास्ति प्राल्लोपे नास्ति परन्तु छोषणास्तिके चेत् तत्र अस्ति इति वा अस्ति तदेव अहं चिन्तयामि यत् छोषणास्तिके च इति सूत्रे भवेत् किमिति च इति अनुवृत्ति परन्तु राल्लोपः तत्र न राल्लोपे अपि भवति चेत् अमूर्च् तस्य सम्यक् रूपं न भवति न भवति आमां सत्यम् अस्तु तर्हि प्रायः इतोपि अग्रे अहमपि अत्र अन्वेषयामि भवन्तौ अपि पश्यतु परन्तु प्रायः तथैव भवेत् यत् राल्लोकः मध्ये इति च नास्ति परन्तु तत्र अस्ति छोट् नास्ति तथा अस्ति चेत् कुत्रापि क्लेशः नास्ति इति अहं चिन्तयामि तर्हि अस्तु तर्हि एतावत्पर्यन्तं तर्हि अवगच्छन्ति वा किम् अत्र भवति वाट् आर् वि सेयिङ्ग् भ्रमः नास्ति खलु महान् चिन्तनम् अत्र भवति अत्र इदानीम् अस्तु तर्हि इदानीम् अग्रे गच्छामः किञ्चित् अवशिष्टमस्ति अग्रिमवर्गे एतत् विषये चिन्तां कुर्मः तत्तु भवति परन्तु इदानीं किमपि अवशिष्टमस्ति वा इति अहमेकवारं राल्लोपः समयः अस्तु समयः समाप्तमस्ति अस्तु तर्हि सत्यम् समयः समाप्तः तर्हि प्रश्नः अस्ति वा कस्यापि न महोदय अस्तु तर्हि अग्रिमरविवासरे शुभरात्रिः जि धन्यवादः शुभरात्रिः धन्यवादः